ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनि. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सन्धिः इति. तस्मिन् विषये वयं पठितवन्तः तत्र स्वरस तत्र सन्धेः नियमाः के के सन्ति इति पठितवन्तः. अपि इदानीं तत्र स्वरसन्धिः इति विषये पाठः, सञ्जय उवाच इति पाठः. अस्मिन् पाठे तत्र स्वरसन्धेः तत्र प्रकाराः नाम तत्र कतिविधस्वरसन्धयः सन्ति इति उक्तमस्ति. प्रथमविधः अस्ति तत्र सवर्णदीर्घसन्धिः इति. अत्र सवर्णदीर्घसन्धेः तत्र उदाहरणानि दृष्टवन्तः. इदानीं तत्र अभ्यासः किं केचन अभ्यासः करणीयाः अस्ति इति मन्ये. तदनन्तरं तत्र गुणसन्धिः इति नूतनसन्धेः पठनम् अद्य भविष्यति. अस्तु, तर्हि तत्र कोऽपि अथवा कापि स्मरति वा तत्र तत्र पुटसङ्ख्या तत्र चतुर्दशे पुटे कुत्र स्मः इति? पेदा भगिनी स्मरति वा? अहं चिन्तयामि चतुर्थं कृतवन्तः. प्रतिष्ठायोग अहम् अहम् अस्तु, धन्यवादः महोदय. धन्यवादः, मम मनसि क्लेशः आसीत्. अस्तु, धन्यवादः महोदय. अस्तु, तर्हि ततः अग्रे सरामः. तर्हि अस्तु, समीचीनम्. हर्षिता भगिनी नमस्कारः. नमस्ते महोदय. नमस्कारः भगिनि. तर्हि चतुर्दशपुटे स्मः भगिनि. अस्तु अस्तु. तर्हि वेदभगिनी आरम्भं करोति वा तर्हि अग्रिमम्? आम्, पश्यति योगः ईश्वरः. तत्र पूर्वपदे ईकार अस्ति, उत्तरपदे आदे ईकार अस्ति. इकार ईकारस्य मेलनं कृत्वा ई एकादेशः भवति, ईकार ई भवति. पश्यतीश्वरः, पश्यतीश्वरः इति रूपम् आयाति. समीचीनं भगिनि. पश्यतीश्वरः इति समीचीनम्. अस्तु, अग्रे तत्र निवेदित भगिनि अग्रिमम्. आम्, मूढग्राहेण अधिकम् आत्मनः, मूढाग्राहेणात्मनः अकारः अधिकम् आकारः भवति. तर्हि पुनः तत्र समस्तपदं किम्? भगिनी म्यूट् मध्ये अस्ति. ओ सर्, मूढग्राहेणात्मनः नकार अधिक आकार मध्ये सन्धि भवति, नाकारः भवति. समीचीनं भगिनि. मूढग्राहेणात्मनः समीचीनं. महोदय, नकार योग तदनन्तरम् अकारः, तदनन्तरं पुनः आकारः. अकारः आकारः मेलनेन दीर्घ आकारः इति. अस्तु, समीचीनं भगिनि. अग्रे श्लोकः. मूढग्राहेणात्मनो यत्पीडया क्रियते तपः, परस्योत्सादनार्थं वा तत्तामः समुदा कृतम्. यते तपः यं गूढ तत्र यः सः यत् तत् इति तादृशवाक्यं खलु भगिनि खलु तत्र यत् पूर्वकं हठात् तत्र यत् तपः तपः इति सकारान्तपदं खलु तपस् इति मनः मनसि मनांसि इति इव तपः तपः तपसि तपांसः वयं मूढतापूर्वकं तथा हठात् समीचीनं मूढग्राहेण नाम मूढ इति स्थितिः तत्र मोहितः स्थितिः अस्ति तत्र मूढः अस्ति सः यदि तपः करोति अपि नाम मूढग्राहेण मूढग्राहेण नाम मनसि तत्र क्लेशः बहु क्लेशः अस्ति तदा तपः करोति चेत् अपि आत्मनः पीडया पीडया नाम पीडा इति अस्ति खलु पीडा नाम कष्टं क्लेशः कष्टं नाम अन्येषां कृते न स्वस्य कृते एव कष्टं ददाति स्वयमेव कष्टम् अनुभवति तपसा तादृश तपः तादृशं तपः अपि परस्य परस्य नाम अन्येषाम् उत्सादनार्थं हा तेषां नाशः भवतु इति तादृशचिन्तनम् अपि अपि अस्ति चेत् इच्छा धारयित्वा कोऽपि तप करोति तपः करोति सः तामसः वा तामसम् उदाहृतम् उदाहृतं नाम इति तत्र घोषः उदाहृतम् इति घोषः अस्ति नाम तदेव अस्ति उदाहृतं नाम तदस्ति इति उच्यते त्रयः गुणः सन्ति सत्त्वगुण रजोगुण तमोगुण तमोगुण सत्यं भगिनि सत्यं भगिनि अतः तत्र सप्तदश अष्टादश नवदश श्लोकेषु तत्र तपः तपस्सः तत्र त्रैविध्यं गुणाधारेण समीचीनं भगिनि अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र सुजाता भगिनी आसीत् इदानीं गतवती अस्तु तर्हि अग्रे ओ भवती अस्ति अस्तु अस्तु तत्र मध्ये अत्र नाम न दृश्यते भगिनि हा अतः अहं चिन्तितवान् भवती गतवती वा इति अस्तु अग्रे पठतु भगिनि अग्रे पुटसङ्ख्या चतुर्दशपुटे सप्तम वाक्यं सुष्ठुः सुजाता भगिनि सुष्ठु योगः ऊचुः सुष्ठुः पदान्ते उकारः अस्ति प्रथम ध्वनिः मन्दमस्ति महोदय ध्वनिः प्राब्लम् अहं इदानीं समीचीनमस्ति समीचीनमस्ति वा महोदय इदानीं समीचीनमस्ति प्रथमपदे अन्तिमवर्णः अस्ति ऊकारः योगः तृतीयपद प्रथमवर्णः अस्ति ऊ योजने ऊ भवति सुष्ठुचुः इति भवति सवर्णदीर्घसन्धि भूत्वा ऊ भवति सुष्ठुचुः समीचीनं भगिनि तत्र दीर्घ उकारस्य दीर्घ उकारः समीचीनम् अस्तु अग्रे समीचीनं भगिनि. अस्तु अग्रे नरेश महोदय अग्रे. महोदय मनः षष्ठानि योग इन्द्रियाणि मनः षष्ठानि इन्द्रियाणि अत्र इकारस्य योग भवति दीर्घ ईकारः भवति अतः मनः षष्ठानीन्द्रियाणि भवति पिच श्लोकः अस्ति 15:7 ममै वांशो जीवलोके जीवभूतः सनातनः मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति. प्रथम तु ममैवांशो मम एव अंशः अंशः समीचीनं मम एव अंशः जीवलोके जीवभूतः सनातनः अपि किमस्ति कर्षति तत् क्रियापदमस्ति कर्षति कर्षति क्रियापदं प्राप्नोति कर्षति अत्र प्राप्नोति किमस्ति मम एव वंशः मम एव अंशः जीवलोके जीवभूतः सनातनः मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति तत्र कथं वदामि न जानामि नाम मम एव सनातन अंशः नाम तत्र भगवतः भगवतः एव सनातन अंशः भगवतः अंशः अस्ति सः जीवलोके जीवलोके आगच्छति जीवभूतः भवति जीवभूतः नाम जीवः भूत्वा आगच्छति जीवानाम् अस्मिन् लोके लोके आगच्छति सनातन अंशः यतोहि भगवान् तु सनातनः अस्ति तस्य अंशः अपि सनातनः अतः मम एव सनातन अंशः जीवलोके जीवभूताः जीवः भूत्वा आगच्छति अपि सः तत्र प्रकृतिस्थानि प्रकृत्यां स्थित्वा तत्र मन इन्द्रियाणि षष्ठानि इन्द्रियाणि तत्र मनः इति मनःपि इन्द्रियम् इति चिन्तनं कुर्मश्चेत् तत्र षष्ठम् इन्द्रियं भवति खलु षष्ठं भवति पञ्चेन्द्रियः सन्ति पञ्चेन्द्रियाणि कानि पञ्च द्रष्टं तत्र नेत्रं चक्षु नासिका जिह्वा अपि च हस्त तत् तत्र ज्ञानेन्द्रियं कर्मेन्द्रियम् अस्ति अत्र ज्ञानेन्द्रियम् इति प्रायशः चिन्तनं नाम तत्र श्रोत्रेन्द्रियं घ्राणेन्द्रियं नाम नासिकायां यदस्ति अपि तत्र जिह्वा रसेन्द्रियम् अपि चक्षुः अपि तदनन्तरं किं स्पर्शः त्वक् स्पर्शः त्वगिन्द्रियम् अतः पञ्चेन्द्रियाणि सन्ति खलु किन्तु तत्र मनः अपि इन्द्रियम् इति चिन्तनम् अस्ति. तत् षट् इन्द्रियाणि. अतः षट् इन्द्रियाणि भवन्ति. अतः षड् इन्द्रियाणि अपि सः कर्षति नाम आकर्षति. कर्षति नाम आकर्षति, प्राप्नोति नाम तेषाम् आकर्षणं कर्तुं शक्नोति इति. अथ मनषष्टिन्द्रियाणि षष्टानि, मनः मनषष्टानि इन्द्रियाणि इति. अस्तु, तत्र निश्चयेन बहु किमपि अस्ति वक्तुं, केवलं वयं सरलरीत्या किञ्चित् वदामः तावदेव. केवलं तत्र परिचित्वा न भवतु इति श्लोकस्य. अस्तु, अग्रे उमामीनाक्षी भगिनी अग्रे. स्थूलाक्षरस्य पदस्य विच्छेदं कृतम् अचिरेणाधिगच्छति. अचिरेण अधिगच्छति. हा, अचिरेण अधिगच्छति. समीचीनं भगिनि. हा, तर्हि तत्र कीदृश सन्धिः अत्र? सवर्णदीर्घसन्धि. अस्माकं पाठः अकारः. अकारः, समीचीनम्. अचिरेण अधिगच्छति. अचिरेणाधिगच्छति. अकार अकारयोः आकारः भवति. भवति, समीचीनं. हा, श्लोकः श्लोकमपि अपि पठितुं शक्नोति वा? हा हा, पठामि. अर्थं तु अस्तु, प्रयत्नं कुर्मः मिलित्वा. श्रद्धावान् लभते ज्ञानं तत्पर संयतेन्द्रियः. ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति. यः किं he who has mastered his senses. अत्र श्रद्धावान् लभते ज्ञानं. यस्य श्रद्धा अस्ति सः ज्ञानं प्राप्नोति. समीचीनं. तत्परः संयतेन्द्रियः. तदनन्तरं ज्ञानं प्राप्नोति. अतः इन्द्रियाणां संयमः. न, तत्र श्रद्धावान् इति पदस्य विशेषणमस्ति संयतेन्द्रियः. पुनः वदतु. संयतेन्द्रियः इति विशेषणमस्ति श्रद्धावान् इति पदस्य. नाम श्रद्धावान् अस्ति, अपि संयतेन्द्रियः अपि अस्ति. यः इन्द्रियाणां नियन्त्रणं कृतवान्. इन्द्रियाणां किं नियन्त्रणं? नियन्त्रणं प्रथमतया भवति चेत् तदा एव ज्ञानं, तदा तस्य ज्ञानं अधिग्रहणं करोति, तदा एव ज्ञानं प्राप्नोति. हा, इति इति सत्यं. अतः प्रथमसोपानम् इन्द्रियनिग्रहणम्. ओके, तज्ज्ञानं लब्ध्वा परमशान्ति अधिगच्छति नाम प्राप्नोति. तत्र अधिगच्छति, तस्य समीपं गच्छति, अधिगच्छति प्राप्नोति इति अर्थे. अचिरेण, अचिरेण नाम शीघ्रतया. न, शीघ्रतया. अचिरात्. अचिरात् नाम शीघ्र. अचिरात् इति अत्र, अचिरेण इति अत्र अर्थः अस्ति, तत्र शीघ्रतया त्वरया इति. अतः तत्र संयतेन्द्रियः श्रद्धावान् यः अस्ति सः ज्ञानं प्राप्नोति. अथवा तेन ज्ञानं लभ्यते. अपि सः ज्ञानं लब्ध्वा परं शान्तिमपि अधिगच्छति इति अस्ति. समीचीनं भगिनि. हा, अतः पश्यतु भवती कर्तुं शक्नोति. अस्तु, समीचीनम्. अस्तु, अग्रे उषा भगिनी अग्रे. अस्तु महोदय. कूर्मः अङ्गानीव सर्वशः. कूर्मः अङ्गानि इव अङ्गानि ह्रस्व इकारः अन्ते अनन्तरं उत्तरपदम् इव इक इ इव ह्रस्व इकारः अपि कूर्मः अङ्गानि इव सर्वशः श्लोक 2.58 यदा संहरते चायं कूर्मोऽङ्गानीव सर्पशः इन्द्रियाणीन्द्रियात्तेभ्यः तस्य प्रज्ञा प्रतिष्ठिता यदा महोदय अत्र श्लोकः 4.58 दत्तमस्ति परन्तु मम पुस्तके गीतायां चतुर्थोऽध्याये तो 2.58 यदा संहरते छायं कूर्मोऽङ्गानीव सर्वशः कूर्मः तस्य अङ्गानि यः संहरते यदा संहरते यदा कूर्मः अङ्गानि संहरते एवमेव यथा कूर्मः अङ्गानि संहरते निग्रहं करोति तस्य गृहे एवमेव यः पुरुषः सर्वाणि इन्द्रियाणि संहरते चेत् इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य विषयः स्वस्वविषयः कृते परः तत्र भगिनि तत्र समीचीनं केवलं तत्र अत्र इन्द्रियार्थ भवती सम्यक्तया अवगतवती समीचीनं नाम इन्द्रियार्थेभ्यः इति पञ्चमी अस्ति तस्मात् तत्र इन्द्रियमपि इन्द्रियार्थं तत्र तयोः मेलनम् अस्ति खलु नाम तत्र संयोगः अस्ति तत्र पृथक् करणीयम् अस्ति इन्द्रियम् अस्ति इन्द्रियार्थम् अस्ति इन्द्रियम् इन्द्रियार्थात् इन्द्रियार्थात् निग्रहं करोति पृथक् कृत्वा स्वस्मिन् स्थापयति स्वस्मिन् स्थापयति चेत् तस्य प्रज्ञा स्थिरं भवति प्रतिष्ठिता अस्ति समीचीनं प्रतिष्ठिता अस्ति समीचीनम् उत्तमं प्रत्येकं श्लोके किं किम् अस्ति खलु भगिनि अस्तु अग्रे हर्षिता भगिनी अग्रे आं महोदय मयाध्यक्षेण प्रकृतिः मया अध्यक्षेण प्रकृतिः समीचीनं नवम अध्यायस्य दशमश्लोकः नवम अध्यायस्य मया दक्षेण प्रकृति सूयते सचराचरं हेतुनानेन कौन्तेय जगद्विपरिवर्तते मम अधिष्ठानेन चराचरस्य जगतस्य निर्माणं भवति जगतस्य न जगतः जगत् आमाम् सोरि जगतः निर्माणं भवति तेन एव एतत् जगतः परिवर्तते इत्युक्ते परिवर्तनं नास्ति अत्र विपरिवर्तते नाम द्विपरिवर्तते आम् विपरिवर्तते नाम तत्र यदा प्रदक्षिणं कुर्मः तत्र तादृशं तत्र सैकल् इति भवति सैकल् आफ् टैम् इति तादृशम् अर्थे तत्र रिवल्यूशन् अत्र केवलं तत्र प्रकृतिः इति नाम प्रकृतिः सूयते नाम प्रकृतिः सूयते प्रकृतिजन्यम् अस्ति जगत् प्रकृति इति माता तत्र प्रकृतिजन्यम् अस्ति एतत् सर्वं जगम् अजगत् विश्वं नाम चर अचर चर यत् चलति अचर यत् न चलति सर्वं प्रकृति प्रकृत्या जन्म अस्ति जन्या अस्ति किन्तु तत्र भगवतः अध्यक्षेण नाम भगवता अध्यक्षेण सः एव अध्यक्षः स सर्वं पश्यन् अस्ति सर्वं कथं चलति न चलति इति अथ अनेन हेतुना हेतुः नाम कारणं बिकास् आफ् मी कारणं हेतुः नाम कारणं कारणेन एव अनेन कारणेन एतत् जगत् विपरिवर्तते आमां एतानि अर्थानि बहु काठिन्यं वर्तते महोदय अस्तु जानामि तत्र परिच्छेदवने एतत् प्रथमवारं वयं सर्वम् एतत् पठामः खलु तत्र अतः श्लोकस्य व्याकरणस्य अंशाः तत्र द्वयमपि मनसि भवति चेत् क्रमेण गच्छता कालेन शनैः ज्ञातुं शक्नोमि इति अतः चिन्ता मास्तु अस्तु धन्यवादः अस्तु अग्रे पल्लवी भगिनी नमस्कारः नमस्कारः महोदय मयाध्यक्षेण प्रकृतिः तस्याराधनम् ईहते तस्य आराधनम् ईहते ईहते तस्य आराधनमत्र सवर्णदीर्घसन्धि अकार अधिक आकार मिलित्वा आकारः भवति सतया श्रद्धया युक्तस्तस्याराधनमीहते लभते च ततः कामान्मयैव विहितान् हि तान् सतया श्रद्धया युक्तस्य आराधनम् ईहते भक्तः तया आराधनं यद्देवता अस्ति तं श्रद्धया आराधनां करोति लभते च ततः कामान्मयैव कामान् मया एव विहितान् आम् परन्तु सः तदेव प्राप्नोति यत् अहं कामयामि क्षम्यताम् अहं ददामि मया एव विहितान् कामान् सः लभते प्राप्नोति सः प्राप्नोति समीचीनं भगिनि तत्र सः युक्तः अस्ति तत्र युक्तस्तस्य इति खलु युक्तः सः युक्तः पुरुषः श्रद्धया समीचीनं श्रद्धया युक्तः तया श्रद्धया नाम तया इति तत्र सा श्रद्धा तया श्रद्धया तृतीया तया श्रद्धया युक्तः यः अस्ति तस्य आराधनम् ईहते ततः तेन नाम ततः नाम तस्मात् मया एव विहितान् कामान् सः लभते समीचीनम् अतः तत्र श्रद्धावान् तत्र सर्वान् कामान् वदतु भगिनि अग्रे पठामि वा न तत्र अस्मिन् श्लोके किमपि भवती वक्तुम् इष्टवती वा? वयं किमपि आराधन कस्यापि देवस्य आराधनं कुर्मः तर्हि यत् ईश्वरः इच्छति तदेव वयं प्राप्नुमः इति सत् समीचीनं भगिनि तथैव अस्ति अस्तु इदानीम् अग्रे तत्र एतावत् तत्र सर्वे पठितवन्तः वा तत्र वेदभगिनी भवती न पठितवती खलु पठितवती प्रथमं परन्तु भगवद्गीताया श्लोकं न पठितवती अस्तु अस्तु किन्तु अग्रे अपि तत्र तद् नास्ति अस्तु भवती पठतु तदनन्तरं अग्रे अपि पठतु तर्हि तत्र हा वहतीशः वहति योगः ईशः वहतीशः दीर्घ भवति ईकार ईकारस्य मेलनं भवति तत्र वर्णनेन मेलनेन न वर्ण सन्धि भवति सवर्णदीर्घसन्धि तदेव तत्र वहति वहतीशः इति रूपं निष्पन्नं तत्र वहति ईशः वहति ईशः कुर्वति इति कुर्वति ह्रस्व इकार अपि च अन्य उत्तरपदे ह्रस्व इकार अस्ति इकार इकार योगेन तत्र दीर्घ इकार भवति कुर्वति इति कुर्वती अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र इदानीम् अग्रिमम् गुणसन्धिः एतानि उदाहरणानि परिशीलयत न इङ्गते न इङ्गते न योगः अत्र नकार योगः अ अकार योगः ईकार योगः गते ङते इङ्गते इति नकार योगः अयोगः इ ये भवति ये योगः ङते तत्र वर्णमेलनेन नेङ्गते इति रूपम् आयाति तत्र इदानीं तत्र नूतनविधसन्धिः खलु तर्हि तत्र एतावत् सवर्णदीर्घ इति एव दृष्टवन्तः इदानीं तत्र असमानस्वराः सन्ति अकारः तदनन्तरम् इकारः अस्ति अतः सवर्ण समानवर्णः नास्ति अत्र अतः तत्र नूतनवर्णः अत्र आगच्छति अकार इकारस्थाने एकारः भवति तर्हि एतेषु उदाहरणेषु अयोग इ आयोगदीर्घ इ आयोग हि आयोगदीर्घ इ इति द्वौ द्वौ वर्णौ स्तः तत्र द्वयोः द्वयोः वर्णयोः स्थाने ए इत्यादेशः सम्पन्नः अस्ति तर्हि तत्र नेङ्गति एकारस्य आदेशः भवति अस्ति समीचीनं यथा दीपो निवासस्थातु नेङ्गति यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता योगिनो यत चित्तस्य युञ्जतो योगमात्मनः यथा दीपो निवातस्थो वात इत्युक्ते पवनः वायु निवातस्थो नेङ्गते सोपमा स्मृता नेङ्गते ने न इङ्गते इत्युक्ते न इङ्गते सो उपमा स्मृता योगिनो यत चित्तस्य युञ्जतो योगम् आत्मनः इत्युक्ते यथा यदि दीपः यदि दीपः स्थाने तत्र वायु नास्ति चेत् तत्र न वायु नास्ति तत्र यदि दीपः स्थापनं करोति चेत् तस्य दीपस्य चलनं न भवति इति दीपस्य प्रकाशः स्थिरः भवति खलु. दीपस्य प्रकाशः करेक्ट् करेक्ट् स्टडि स्थिरः भवति दीपः दीपस्य प्रकाशः स्थिरः भवति अतः स्थिरः भवति नाम न इङ्गते न इङ्गते इङ्गते नाम तत्र चञ्चलं भवति इतस्ततः तत्र न इङ्गते इत्युक्ते न चञ्चलं भवति अतः तत्र स्थिरं स्थिरं प्रकाशः स्थिरः भवति अपि तत्र भवति वायुः कथं ज्ञातवती तत्र वायुः नास्ति इति निवातस्थो निवात नाम वातायनं नाम वायुः येन वायुः आगच्छति तदस्ति वातायनम् अतः तत्र निवात यत्र वायुः नास्ति स्तः नाम वायुस्थानं निवातस्थः नाम यत्र वायुः नास्ति तत् स्थानं तत्र दीपः न इङ्गते चञ्चलं तस्य प्रकाशः स्थिरः अस्ति तथा स उपमा स्मृता तस्य उपमा तत् स उपमा स्मृता अन्ते वदतु तथा तथा किं भवति तथा योगिनः यत् यतचित्तस्य यदि योगी यतचित्तं मीन् किमस्ति महोदय यतचित्तस्य योगिनः तत्र यतचित्तस्य योगिनः तस्य अर्थः चित्तं योगिनः योगिनः इति षष्ठी खलु योगी योगिनः कीदृशयोगी यतचित्तः यतचित्तः अस्ति यतचित्तः योगी यस्य नाम किमस्ति चित्तस्य नियन्त्रणं कृतवान् अस्ति तादृशयोगी योगिनः युञ्जतो योगम् आत्मनः योगं युञ्जतः आत्मनः योगं युञ्जतः युञ्जतः तथा आत्मनः योगं युञ्जतः यतचित्तस्य योगिनः तथैव तत्र नाम अस्तु विण्ड् चित्रे तत्र दीपं किमर्थं चञ्चलं न भवति तदेव योगिनः तादृशं तादृशं यतचित्तस्य योगिनः अपि आत्मानः युञ्जति आत्मानः न योगम् आत्मनः युञ्जति नाम तादृशः योगी अस्ति तत्र तस्य किं भवति तत्र युञ्जतो योगम् तादृश तस्य अत्र किमस्ति तस्य योगिनः मनः तादृशम् अस्ति ओ अस्तु योगिनः मनः नाम तत्र किमपि तत्र अत्र इतस्ततः न गच्छति स्थिरं स्थिरमस्ति मनः स्थिरमस्ति अतः तत्र सोपमा स्मृता नाम सा उपमा स्मृता उपमा नाम उपमा नाम तादृशं एतादृशम् एतादृशम् इति वदामः खलु सिमिलारिटि उपमा स्मृता नाम चिन्तनीया स्मर्तव्या स्मर्तव्या स्मृता ओके स्मृता स्मरतु नाम अस्तु तत्र योगी योगिनः मनः कीदृशम् इति वक्तव्यं चेत् एताम् उपमां स्मरतु दीपः निवातस्थाने यथा अस्ति तथा योगिनः मनः अस्ति अस्तु अस्तु धन्यवादः महोदय समीचीनं भगिनि अस्तु अग्रे उषा भगिनी अग्रे अस्तु महोदय च योगः ईश्या च योगः च इति चकाराकारः तत् अकारः योगः ई इति ये इति भवति चेर्ष्या इति भवति समीचीनं तर्हि तत्र अकार इकारस्थाने एकारः भवति गुण द्वयोः स्थाने द्वयोः वर्णयोः स्थाने एकमेव अतः आदेशः एकादेशः आदेशः एकादेशः भवति आदेशः भवति समीचीनं चेष्या इति भवति अस्तु अत्र श्लोकः नास्ति अस्तु अग्रेसरम् उत्तरे समीचीनम् अग्रे आम् दृष्ट्वा अधिकम् इमं दृष्ट्वा अधिकम् आ अधिक अधिकम् इ अधिकं मम मम दृष्ट्वा अधिकम् ए अधिकं मम दृष्ट्वे मम अत्र आकार तथा इकार योगे एकारः भवति आदेशः भवति एकारादेशः भवति अतः दृष्ट्वा अधिकम् ए अधिकं मम मम योगे दृष्ट्वे मम इति भवति गुणसन्धिः भवति गुणादेशः भवति श्लोकं प्रथमाध्यायस्य अष्टविंशति कृपया परया विष्टो विषिदन्निदमब्रवीत् अर्जुन उवाच दृष्टवेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् समुपस्थितान् खलु समुपस्थितान् ओ ओ मम पुस्तके समुपस्थितम् अस्ति न न युयुत्सुन् इति द्वितीयविभक्ति बहुवचनं खलु युयुत्सुन् समुपस्थितान् अपि द्वितीयविभक्ति बहुवचनम् अर्जुनः युद्धे सम्मिलितान् सर्वान् बान्धवान् दृष्ट्वा एतत् किं श्लोकः अस्ति 128 तत्र महोदय तत्र प्रायशः तत्र 27, 28, 29 तत्र प्रायशः पुस्तकेषु तत्र भिन्नभिन्नरीत्या दत्तमस्ति इति मन्ये तर्हि तत्र दृष्ट्वा मे दृष्ट्वे माम् अथवा दृष्ट्वे मम अथवा दृष्ट्वे मान् इति दृष्ट्वे मम महोदय तत्र 27, 28, 29 केवलं तत्र पञ्चवाक्यानि सन्ति श्लोकेषु तत्र तत्र तान् समीक्ष्यति आरभ्य च जायते इति तावत्पर्यन्तं मध्ये वदतु भगिनि क्षम्यतां वदतु भगिनि यदा स्वस्य बान्धवान् युद्धक्षेत्रे अपश्यत् सः करुणया आविष्टः जातः विषादम् अनुभवत् अनुभवन् सः अवदत् हे कृष्ण ये जनाः अत्र युद्धक्षेत्रे समुपस्थिताः ते सर्व मम बान्धवा एव युयुत्सुं योद्धुम् इच्छुमः वा योद्धुम् समुपस्थितान् समीपे अत्र स्थितान् एकत्र स्थितान् समुपस्थितान् अपि युयुत्सुः यथा वदतु भगिनि वयम् अनुभवं शक्नुमः अत्र समीचीनं भगिनि अत्र मम गात्राणि सीदन्ति नाम सीदन्ति मम गात्राणि मुखं च परिशुष्यति मम गात्राणि शिथिली भवन्ति कार्यं न कर्तुं शक्नोति, कार्यं न करोति, हा समीचीनम्। अपि मुखं नाम मुखमपि शुष्कं भवति, हा शुष्कं भवति, समीचीनं। हा अपि मे शरीरे मे पतुः अस्ति नाम कम्पते, मम शरीरं कम्पते। एतदस्तु शरीरे मे रोमहर्षस्य जायते, शरीरः अपि कम्पति, कम्पते, कम्पते, शरीरः कम्पते, शरीरं कम्पते। अपि तत्र रोम रोमः रोमहर्षः जायते, रोमाञ्चः रोमाणं हर्षः भवति, हर्षः रोमाणां हर्षः, रोमाञ्चम् अनुभवम् अस्मि हा इति समीचीनं। हा रोमाञ्चः इति वदामः तादृशार्थे रोमाञ्चः च जायते इति अर्थः, समीचीनं भगिनि। हा तत् तदस्ति, हा समीचीनं, हा अस्तु अग्रे सरामः। तर्हि तत्र सुजाता भगिनी अग्रे आम् आम् महोदय। बालिका योगः ईक्षते, बालिका अकारः अस्ति पदान्ते, पद आरम्भे ई अस्ति, ईक्षते ये भवति। बालिके क्षते भवति गुणसन्धि, गुणसन्धि भवति, समीचीनं। हा समीचीनं भगिनि, हा बालिके क्षते, बालिके क्षते, बालिका इक्षते, बालिके क्षते, अस्तु अग्रे अपि पठतु। एतेषु उदाहरणेषु आयोगः इ, आयोगः इ, आयोगः इ, आयोगः इ इति द्वौ द्वौ वर्णौ स्तः, तत्र द्वयोः द्वयोः वर्णयोः स्थाने ये इत्यादेशः सम्पन्नः अस्ति। आयि आयि द्वे द्वे वर्णः स्तः, द्वयोः स्थाने ये आदेशः भवति। हा समीचीनं, हा तत्र द्वौ इति पुल्लिङ्गे द्वौ, स्त्रीलिङ्गे द्वे, नपुंसकलिङ्गे द्वे, किन्तु पुल्लिङ्गे द्वौ, द्वौ अतः द्वौ वर्णौ, वर्णः वर्णौ, समीचीनं। हा अपि तत्र अन्य कोऽपि वदति वा, समीचीनं भगिनि, हा अन्य कोऽपि तत्र वदति वा तत्र किमर्थं द्वौ द्वौ वर्णौ स्तः अपि द्वयोः द्वयोः इति द्विवारं दत्तमस्ति अत्र? समीचीनं भगिनि, नाम द्वौ वर्णौ स्तः नाम केवलं तत्र द्वौ वर्णौ एव भवेत्, किन्तु तत्र द्वौ द्वौ द्वौ द्वौ इति अस्ति खलु, तर्हि द्वौ द्वौ वर्णौ सः नाम द्वौ वर्णौ सः नाम आवलिः अस्ति, समूहः अस्ति, पुनः द्वयोः द्वयोः स्थाने नाम अकार इकार द्वयोः स्थाने एकारः, पुनः अकारः ईकारः द्वयोः स्थाने एकारः, एतत् सर्वं वक्तुं द्वयोः द्वयोः वर्णयोः स्थाने एकारः इति अस्ति। हा समीचीनं भगिनि, हा अस्तु अग्रे सरामः। तर्हि अग्रे नरेश् महोदय। एतानि उदाहरणानि परिशीलयत। विनद्य योग उच्चैः, अत्र अकारस्य उकारस्य मेलनमस्ति, अकारस्य उकारस्य मेलनं गुणसंज्ञा भवति, ओकारः भवति, अतः विनद्य योग उच्चैः द्योच्चैः भवति। द्योच्चैः श्लोकः अस्ति प्रथमाध्याये द्वादश नयन् हर्षं कुरु वृद्धः पितामहः सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् तस्य सञ्जनयन् हर्षम् पितामहः करोति पितामहः तस्य हर्षं तत् भीष्मपितामहः समीचीनं कुरुवृद्ध कुरुवृद्ध नाम कुरु ज्येष्ठः किं कृतवान् सः सिंहनादं कृतवान् सिंहनादं कृतवान् विनद्य सिंहनादं विनद्य सिंहनादं कर्मपदं विनद्य वि उपसर्गः नद् नदति इति अस्ति किन्तु विनदति विनद्य नाम कृत्वा शङ्खं नादं कृत्वा तदनन्तरं सः शङ्खं दध्मौ नाम तत्र ध्मा धातुः धमति इति तत्र लिट्लकारः दध्मौ किन्तु अधमत् अधमत् इति अर्थे उच्चैः अधमत् विनद्य उच्चैः विनद्योच्चैः अपि किमर्थम् एतत् कृतवान् सः तत्र हर्षं सञ्जनयन् नाम तत्र सञ्जनयन् इति शत्रन्तरूपं खलु सञ्जनयति सञ्जनयन् तर्हि तत्र तस्य नाम तत्र दुर्योधनस्य दुर्योधनस्य हर्षं नाम तत्र सन्तोषं सन्तोषजनकं सन्तोषं सञ्जनयन् जनयन् कुरुवृद्धः सिंहनादं विनद्य अपि तदनन्तरम् उच्चैः शङ्खम् अधमत् प्रतापवान् पुनः तत्र पितामह इति पदस्य विशेषणं प्रतापवान् कुरुवृद्धः पितामहः सिंहनादं विनद्य उच्चैः शङ्खं दद्मौ अधमत् किमर्थं दुर्योधनस्य हर्षं जनयितुं तत्र तद्भवतु इति कृत्वा तर्हि तत्र यदि तत्र किं तत्र क्रमेण तत्र किमस्ति तत्र सर्वं क्रमेण वदामश्चेत् तत्र दुर्योधनस्य हर्षणं सञ्जनयन् सञ्जनयन् इति शत्रुन्तपदं सञ्जनयन् भीष्मपितामहः कुरुवृद्धः भीष्मपितामहः अपि प्रतापवान् भीष्मपितामहः सिंहनादं विनद्य उच्चैः शङ्खम् अधमत् अधमत् इति भवति अस्तु समीचीनम् अग्रे अग्रे सरामः तर्हि विनद्योच्चैः इति अस्ति अस्तु समीचीनम् अग्रे तर्हि हर्षदा भगिनी अग्रे आं महोदय त्यक्त्वा अधिक उत्तिष्ठ त्यक्त्वा अधिक आ अधिक उ अधिक तिष्ठ तिष्ठ त्यक्त्वा ओ अधिक अधिक तिष्ठ त्यक्त्वा तिष्ठ 2.3 तृतीय श्लोकः हैक्लव्यं महस्मगमः पार्थने तत्त्व उपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्तोत्तिष्ठपरन्तप कृष्णः वदति पार्था भवान् क्लैव्यं त्यज क्लैव्यं त्वं न शोभते अतः भवान् दौर्बल्यं त्यक्त्वा उत्तिष्ठ तथा युद्धं कुरु हा इति समीचीनं भगिनि हा समीचीनं हा तत्र दौर्बल्यं कुत्र अस्ति हृदयदौर्बल्यम् अस्ति हृदयस्य दौर्बल्यम् हृदयस्य दौर्बल्यं प्रायशः हृदयस्य दौर्बल्यम् अपि कीदृशम् अस्ति दौर्बल्यं क्षुद्रम् अस्ति नीचम् अस्ति हा तादृशं क्षुद्रं हृदयदौर्बल्यं त्यजतु त्यक्त्वा उत्तिष्ठतु हा अपि युद्धं करोतु अर्जुनः मूलतः तु बहु शूरः वीरः आसीत् परन्तु तत्र रणाङ्गणे सर्वान् बान्धवान् दृष्ट्वा तस्य हृदये दौर्बल्यम् आगच्छति अगच्छत् अतः कृष्णः उक्तवान् समीचीनं भगिनि तथैव अतः तत्र क्लैभ्यं मा स्म गमः इत्युक्ते नाम तत्र क्लैभ्यं यत् अस्ति तस्य वशः मा भवतु क्लैभ्यस्य वशः मा भवतु नाम क्लैभ्यं किं वदति तद् करोतु तद् मा करोतु किन्तु यद् सम्यक् अस्ति तत् करोतु अतः तत्र क्लव्यं मा स्म गमः नाम क्लव्यस्य वशः मा भवतु अस्तु समीचीनं हा अस्तु अग्रे पल्लवी भगिनी अग्रे च ऊर्ध्वं चकारयोगे अकार अधिक ऊकार अधिक ध्वं तर्हि अकार उकारं मिलित्वा ओकारः भवति गुणः भवति एकादेशः तर्हि चोर्ध्वम् इति सिद्धरूपं 15.2 अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धाविषयप्रबालाः अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके अधः च ऊर्ध्वं प्रसृता तस्य शाखा तस्य शाखा अधः ऊर्ध्व द्वयोः दिशायां प्रसृताः सन्ति गुणप्रवृद्धाविषयप्रबाला शाखायां विषयानां प्रवालाः गुणप्रवृद्धा इत्युक्ते तत्र समीचीनं नाम तत्र वृक्षस्य विषये तत् सर्वम् उक्तं खलु भगिनि अत्र वृक्षं तत्र प्रथमश्लोके तत्र ऊर्ध्वमूलम् अधशाखाम् अश्वत्थम् अश्वत्थवृक्षस्य विषये उक्तमस्ति नाम अश्वत्थस्य वृक्षस्य गुणप्रवृद्धाः विषयप्रबालाः शाखाः अधः ऊर्ध्वं च प्रसृताः नाम तत्र सर्वत्र एकस्मिन् स्थले न सन्ति तत्र सर्वत्र तत्र प्रसृताः तत्र स्केटर्ड् एक्स्टेण्डेड् तादृशं सन्ति कर्मानुबन्धीनि च मनुष्यलोके मूलानि अधः अनुसन्ततानि अनुसन्ततानि हा नाम तत्र बहु किमपि अत्र अस्ति नाम तत्र वृक्षः वृक्षस्य गुणप्रवृद्धः वदतु भगिनि गुणप्रवृद्धाः शाखाः विषयप्रबलाः विषयान् भिन्नभिन्नविषयाः ये सन्ति प्रकृतेः ते सर्वे तत्र प्रबालाः सन्ति ते एव प्रबालाः सन्ति अधः च मूलानि अनुसन्ततानि हा नाम अधः अधः सन्ति मूलानि हा मूलानि हा अपि अनुसन्ततानि नाम ते अपि तत्र विस्तृतानि सन्ति मूलाः नाम रूट्स् मूलानि अपि विस्तृतानि अनुसन्ततानि सन्ति कर्मानुबन्धीनि नाम ते एव तत्र क्रियाः जनयन्ति नाम कर्माणि जनयन्ति कर्माणां कारणं ते एव सन्ति हा अतः तत्र वृक्षस्य विवरणम् अस्ति हा इति हा अस्तु तत् तावदेव वक्तुं शक्नुमः तत्र प्रायशः तत्र बहु किमपि अस्ति वक्तव्यं किन्तु वयं समीप्य न जानीमः इति कृत्वा तावत् वदामः अस्तु चोर्ध्वम् इति तत्र अस्ति हा च ऊर्ध्वं चोर्ध्वम् अध च ऊर्ध्वम् अधश्चोर्ध्वं चोर्ध्वम् इति अस्ति अस्तु अग्रे वाक्यमपि पठतु भगिनि एतेषु उदाहरणेषु अकार अधि योगे उकार आकारयोगे उकार अकारयोगे ऊकार इति द्वौ वर्णौ स्तः तत्र द्वयोः वर्णयोः स्थाने ओकार इत्यादेशः सम्पन्नः हा तर्हि तत्र गुणसन्धि प्रथम विदौट् विधिः यदस्ति तत्र एकारस्य आदेशः इदानीं तत्र ओकारस्य आदेशः अस्ति हा समीचीनम् अस्तु धन्यवादः अग्रे वदतु द्वितीयपदे यदि इकार अस्ति तर्हि एकार भवति उकार अस्ति तर्हि ओकारः भवति समीचीनं हा तथैव अस्ति समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे उमा मीनाक्षी भगिनी अग्रे एते उदाहरणानि तत्र न तत्र एव भगिनि समीचीनम् अग्रिमं न अग्रिमं सत्यं एते उदाहरणे परिशीलयत मम ऋणं तत्र मम अकार अधिकं ऋकार अधिकं नम् तत्र मम अर्णम् इत्युक्ते अकार ऋकारयोः अर् इति आदेशः मम ऋणम् इति अन्तिमरूपम् मम ऋणं हा मम योगः ऋणं मम ऋणं हा अत्र अधोभागे वाक्यं दत्तमस्ति खलु भगिनि तदपि पठतु एतयोः इति उदाहरणयोः अकार ऋकार आकार ऋकार इति द्वौ वर्णौ स्तः तत्र द्वयोः वर्णयोः स्थाने अर् इत्यादेशः सम्पन्नः अस्ति तर्हि यथा तत्र भवती पठितवती आयोगः ऋकारः ह्रस्व वा दीर्घ द्वौ वर्णौ मेलनेन किं द्वयोः वर्णयोः स्थाने अर् इति आदेशः आगच्छति भवति हा समीचीनम् अपि भवती यत्र पठितवती तत्र एते उदाहरणे परिशीलयत तत्र केवलं तत्र उदाहरणद्वयमस्ति इति कृत्वा अहं उक्तम् नाम तत्र सप्तमी इव भासते किन्तु उदाहरणद्वयमस्ति इति कृत्वा क्लेशः नास्ति. धन्यवादः. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे वेदा भगिनि कुत्र अस्ति महोदय? महायोगः ऋषयः. ओके, महायोगः ऋषयः. तत्र महा अत्र आकार अन्तिमवर्ण आकार अस्ति, ऋषय अत्र आदिवर्णः ऋकार अस्ति, आकारयोग ऋकारस्थाने अर् आदेशः भवति, मह् योग अर् योगक्षयः महर्षयः इति. महायोगः ऋषयः महर्षयः. महायोग ऋषयः महर्षयः दशमे अध्याये षष्ठश्लोकः. षष्ठश्लोकः दशमे अध्याये महर्षयः सप्तपूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषां लोक इमा प्रजाः. महर्षयः सप्तमहर्षयः पूर्वे चत्वारो मनवस्तथा मनवः तथा चत्वार मनवः. न न, तत्र पूर्वे चत्वारः नाम चत्वारः ऋषयः पूर्वे अपि मनु इति वा? न न न, नाम पूर्वे चत्वारः नाम चत्वारः ऋषयः पूर्वे सप्त ऋषे महर्षयः पूर्वे चत्वारः प्रायशः तत्र पूर्वे चत्वारः ऋषयः तदनन्तरं तथा मनवः सप्त ऋषयः अपि च चत्वार मनवः इत्युक्ते इति नास्ति वा महोदय? तत्र यतोहि एकनिमिषः पश्यामि, तत्र प्रायशः चत्वार मनवः इत्युक्ते सनत्कुमारा मनवः न सन्ति भगिनि. ओके, नाम मनवः मन्वन्तरः अस्ति खलु? ओ मनु, ओके ओके, या मन्वन्तरः. मन्वन्तरस्य तत्र अधिपति अस्ति मनु. अतः तत्र किञ्चित् भिन्नम् इति अस्ति इति मन्ये. नाम चत्वारः इत्युक्ते तत्र प्रायशः तत्र अन्ये ऋषयः इति मन्ये भगिनि. चत्वारः इत्युक्ते अन्ये ऋषयः वा? ओके ओके, नो चेत् तत्र मनवः अपि भवेत् न जानामि, किन्तु तत्र सम्यक्तया न जानामि. किन्तु पूर्वे चत्वारः तथा मनवः. महोदय महोदय, मनवः तु चतुर्दश आसन् खलु? हा, किन्तु अत्र प्रायशः तत्र अतः तत्र मम न जानामि, स्पष्टता नास्ति. चत्वारः मराठीभाषायां वयं वदामः सन्त सनकादिकः, चत्वारः सनकादिकः भवेत् इति मन्ये. सनकादि सनकादि इति अस्ति चेत् चत्वारः ऋषयः, किन्तु ऋषयः तादृशचिन्तनं स्वीकुर्मः, समीचीनमेव. तर्हि अहं बहु किमपि न जानामि महोदय. चत्वारः सनत्कुमारः तत्तु सत्यं, तत्तु सत्यम्. अहम् अतः एव तत्र चत्वारः तत्र अन्वयः कुत्र भवति इति मम मनसि क्लेशः आसीत्. मनवः अस्ति चेत् तद् सम्यक्तया न गच्छति, तर्हि तत्र चत्वारः प्रायशः ऋषयः एव भवेत्, पूर्वे चत्वारः. अतः तत्र प्रायशः मनवः अपि हा, तदनन्तरं मनवः तथा मनवः इति स्वीकुर्मः. हा, समीचीनं. तर्हि मानसा जाता, मद्भावा मानसा जाता येषां लोक इमा प्रजाः. मद्भावा मानसा जाता, ते सर्वे मानसा. हा, नाम मानसपुत्राः. जन्म अस्ति वा? नाम भगवतः मानसा जन्याः ते सर्वे. ओ, भगवता मानसाः जन्याः ते सर्वे अस्ति. ते सर्वे मद्भावाः नाम तत्र स्वरूपम् अपि तत्र अपि भगवतः स्वरूपम् एव इव अस्तु अस्तु मद्भावः नाम मद्भावः इत्युक्ते सदृशः सदृशः अस्तु लोक इमा प्रजाः येषां एते सर्वे नाम येषां येषां सर्वाः सन्ति प्रजाः सन्ति नाम ते सर्वे न न ते सर्वे न येषां नाम ये अत्र ये प्रजाः सन्ति नाम लोके लोके ये जनाः सन्ति ते सर्वे इमा एतेषां प्रजा नाम पुत्रः पौत्रः इति तत्र इति नाम वयं सर्वे तत्र तत्र ऋषिपरम्परया सर्वे जनाः तत्र ऋषिपरम्परायाम् अथवा मनुपरम्परायां स्मः सन्ति अस्तु अतः तत्र प्रजाः नाम तत्र कुटुम्बः बान्धवाः इति चिन्ता बान्धवाः इत्युक्ते तत्र किन्तु तत्र ते एव ज्येष्ठाः तत्र बेसिकलि भगवान् वदति ये सर्वे ऋषयः अपि च सनत्कुमारः अपि च मनु मनवः ये सर्वे मम मानसा जाताः ते सर्वे अपि देह लोकस्य प्रजानां सृजनं भवति न कृतवान् इति वा ते एव तत्र सृष्टि सृष्टिं कृत नाम जनानां ते एव तत्र पिता पितरौ पितरः पितरः इति पितरः ते एव सर्वजनानां पितरः ते एव सन्ति सन्ति इति ओके सन्ति धन्यवादः महोदय समीचीनं तर्हि तत्र चत्वारः इति प्रायशः तत्र यथा भवती अपि हर्षदभगिनी उक्तवती प्रायशः तत्र सनक् सनन्दन सनत्कुमार सनत् सुजाता इति एव भवेत् इति चिन्तनम् अस्तु अग्रे सरामः तर्हि उत्तमं मम पुस्तके द फोर् एन्शियण्ट् मनूस् इत्येव गीवन् महोदय इति द फोर् मनूस् आफ् द पास्ट् एजस् नोन् अस् सावर्णास् मनु किन्तु समीचीनं भगिनि अतः एव तत्र मनसि स्पष्टता नास्ति किन्तु तत्र द्रष्टव्यमस्ति तत्र सावर्णी भगिनि किन्तु तत्र सावर्णी मनु तत्र तत्र मनूनाम् आवलिः अस्ति खलु भगिनि तत्र आं महोदय फर् द मनूस् आल्सो देर् इस् सट् अन् आवळि दिस् इस् द सेवेन्त् मनु मनु आर् सम्थिङ्ग् द करण्ट् एज् बट् असो विन् कृष्णास् टैम् मे बि फोर् एन्शियन्ट् मनूस् ऐ डोण्ट् नो नो दिस् वन् सेज् सेवेन् ग्रेट् सेजस् मोर् एन्शियण्ट् सनका एक्सेट्रा मोर् एन्शियण्ट् सनका एक्सेट्रा अण्ड् द मनूस् अथ तत्र अथ तर्हि तत्र तर्हि न जानीमः अस्तु अतः तत्र एतत् चिन्तनं भवेत् तत्र मनुः इति भवितुमर्हति अथवा तत्र ऋषयः भवितुमर्हति किन्तु ते जनाः ये सूचिताः ते एव तत्र सर्वलो तत्र सर्वेषां पितरः इति पितरः अस्ति जनकाः ते एव तत्र सर्वेषां जनकाः तत्र ऋषयः मनवः मिलित्वा जनकाः इति वदामः उषा भगिनी इदानीं समीचीनं खलु तादृशं यतो सम्यक् न जानीमः आं महोदय तत्र यदि अस्माकं पुरतः तत्र किं तत्र प्रमाणमस्ति चेत् एतदेव इति वक्तुं शक्नुमः किन्तु सम्यक् न जानीमश्चेत् किं कुर्मः खलु परन्तु शरत्कुमार they were all brahmacharis so मानसपुत्र स्यात् देवर् आल् ब्रह्मचारी आल् द सनत्कुमार देर् इस् नो लीनियेज् देर् सो whatever you guys are saying, it is correct, I think. Then Manus are the one who gives the lineage, yeah. Yeah, so Manus and the Rishi. Astu, astu, astu, tarhi tad Sri Kurma, tarhi. Astu, astu, tarhi, agre sarama, tarhi, agre tatra, haan, Nivedita Bhagni agre? Aam. पदच्छेदं कुरुत वा हा हा किन्तु तत्र तस्मात् प्राक् पेज् नम्बर् खलु हा षोडस पेज् नम्बर् हा हा किन्तु उपरि तत्र गुण इति काचित् संज्ञा इति अस्ति खलु गुण इति संज्ञा ए ओ अर् अल् इत्येते गुणसंज्ञां प्राप्नुवन्ति अस्मिन् सन्धौ एते वर्णाः आदेशाः भवन्ति अतः गुणसन्धि इति अस्य नाम अस्य नाम नाम अस्य नाम नाम नाम इति नपुंसकलिङ्गपदम् अतः तत्र नाम इति नाम मास्तु अतः कः गुण इति काचित् गुण इति अकार अधिक मतलब अधिकम इकार दीर्घ ह्रस्व इकार दीर्घ इकार अकार योग ह्रस्व उकार दीर्घ उकार क्रमशः ए ओ इति जातः इति भवति भवति अकार ऋकार अर् इति भवति अकार अधिकं लुकार अल् इति भवति एकादेश गुण एकादेशः भवति गुणः इति का कः इति तत्र वदति न गुणः इति काचित् संज्ञा गुण इति काचित् संज्ञा अस्ति गुण किमस्ति गुण नाम संज्ञा अस्ति तत्र एका संज्ञा अस्ति संज्ञा अस्ति तत्र गुणादे एकादेश संज्ञां के वर्णाः प्राप्नुवन्ति तत्र एकारः ओकारः अर्कारः अल् अर् अपि अल् इति गुणसंज्ञां प्राप्नुवन्ति प्राप्नुवन्ति तत्र अतः भवति अतः सन्धौ यदा एते वर्णाः आदेशाः भवन्ति तदा सन्धेः नामकरणं भवति गुणसन्धिः पूर्वस्थितस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उदयं भवति समीचीनम् अत एव आदेशः अपि कस्य आदेशः इत्युक्ते गुणसंज्ञानां गुणसंज्ञानां येषां संज्ञा गुण इति अस्ति तेषाम् आदेशः भवति नाम ते एव आदेशरूपेण आगच्छन्ति अतः सन्धेः नामकरणमस्ति गुणसन्धिः इति अतः तत्र किमर्थं गुणसन्धिः इति नामकरणम् इति तस्य कारणं दत्तमस्ति तावदेव नाम ए ओ अर् अल् इति गुणसंज्ञा प्राप्नुवन्ति अतः गुण यत्र यत्र भवति अत्र वयं जानीमः गुण नाम किम् इत्युक्ते अत्र ए ओ अर् अल् इति तेषु अन्यतमः गुणसंज्ञां सूचितम् अस्ति सूचितः अस्ति इति अस्तु समीचीनम् अग्रे अग्रे पठतु अग्रे पठतु भगिनि अग्रे पदच्छेदं कुरुत देवर्षि देव अधिक ऋषिः अकार योगे अर् इति भवति गुणसंज्ञा भवति अर् इति गुण एकादेशः भवति समीचीनम् अतः तत्र योगः ऋकारः अर् इति आदेशः समीचीनम् समीचीनम् अस्तु अग्रे महोदय महोदय क्षम्यतां किञ्चित् किञ्चित् पठितुम् इच्छामि मम समीपे एकं पुस्तकमस्ति गीता प्रेस अस्ति खलु तस्य पुस्तकमस्ति श्रीमद्भगवद्गीता पदच्छेद अन्वय साधारणभाषाटीकासहित इति अहं तत् निष्कासितवती. तत्र एतस्य श्लोकस्य तत् अहं तत्र एव अस्मि इदानीमपि. महर्षयः सप्तपूर्वे चत्वारो मनवस्तथा तस्य पदच्छेद तथा हिन्दी मध्ये अर्थं दत्तमस्ति. अहं पठामि वा? पठतु किञ्चित्. पदच्छेद दत्तमस्ति. महर्षयः सप्त पूर्वे चत्वारः मनवः तथा मद्भावाः मानसाः जाताः येषां लोके इमाः प्रजाः इति पदच्छेदः अस्ति. प्रत्येकस्य पदस्य अर्थं दत्तमस्ति. सप्त सात् महर्षयः महर्षिजन चत्वारः चार उनसे भी पूर्व हो चत्वारः पूर्वे उनसे भी पूर्व होने वाले सनकादि चार तथा तथा मनवः का अर्थ दिया हुआ है स्वयं भू आदि चौदह मनु ये मदभाव मुझमें भाव वाले सबके सब मेरे संकल्प से उत्पन्न हुए है जिनकी संसार में यह संपूर्ण प्रजा है इति दत्तम अस्ति. समीचीनं भगिनि, धन्यवादः. अस्तु अस्तु अस्तु अस्तु, समीचीनं, धन्यवादः भगिनि. हा तर्हि सम्पूर्ण संसार उसकी है. अहं स्मृतवती मम समीपे एतत् पुस्तकम् अस्ति इति. अहं निष्कासितवती, तत्र एवम् अर्थं दत्तमस्ति. अस्तु, समीचीनं भगिनि. हा हा, तर्हि तत्र सनकादि इति एव तत्र चत्वारः चत्वारः सनकादि पूर्वे आसन् तथा चतुर्दश मनवः इत्येव दत्तमस्ति अत्र. समीचीनं भगिनि. हा तर्हि तत्र तदेव भवेत्. हा अतः इदानीं तत्र गीता प्रेस् मध्ये अस्ति चेत् समीचीनं. हा तर्हि अतः तत्र यत्र सम्यक् प्रश्नः एकः उदेति. स्त्रिया न महिलाः न सन्ति अत्र, केवलं पुरुषाः. अतः महिलानां गणना न भवति महोदय. Manu, so the Manus had their wives, Bhagini. Kintu, tatra, Usha Bhagini samyakeva, kintu Uma Meenaksh Bhagini yaha prashna asti, tatra mahilaha api santi asan che, tatra te asan khalu, tarhi tesham nama ni kimartam na uktam, kimartam na uktam. Iti asti, kim kuru maha tatra. अस्तु, तर्हि तत्र तर्हि उमा मीनाक्षी भगिनी, उत्तरं तु मम पार्श्वे नास्ति. इदानीं महोदय महाराष्ट्रराज्ये सर्टिफिकेट् उपरि 10th स्टाण्डर्ड् तथा 12th स्टाण्डर्ड् तथा ग्रेजुयेशन् सर्टिफिकेट् उपरि ते ददाति, मातुः नाम अपि ददाति. समीचीनमस्ति भगिनि. मम पुत्रस्य यः सर्टिफिकेट् अस्ति खलु, मम पुत्रस्य सर्टिफिकेट् अस्ति प्रभुदेसायी गौराङ्ग् प्रमोदहर्षदा. गौराङ्ग् इति मम पुत्रस्य नाम अस्ति, प्रमोद् मम पत्युः नाम अस्ति, तत्र मम नाम अपि अस्ति. समीचीनं भगिनि. हा समीचीनम्. इदानीं ददाति. हा उत्तमम् अस्ति, अतः इदानीं तत्र परिवर्तितम् अस्ति. उत्तमं. हा आम्, पूर्वं केवलं तत्र पितुः नाम आसीत् खलु. हा आम् आम्, इदानीं महाराष्ट्रराज्ये तु मातुः नाम अपि ते ददाति. हा समीचीनम् अस्ति. हा अस्तु, समीचीनम्. अस्तु, धन्यवादः भगिनी. हा अस्तु, अग्रे सरामः तर्हि तत्र. हा अग्रे तत्र. हा सुजाता भगिनी अग्रे पठति वा? आं महोदय. परयुपेताः परयुपेताः. हा परय उपेताः परयुपेताः गुणसन्धि भूत्वा वो गुणसन्धि भवति. हा ओकारस्य आदेशः परयोपेतः भवति. श्लोकमस्ति द्वादश अध्याये द्वितीयश्लोकं श्लोकमस्ति. मह्यावेश्य मनो ये मां नित्ययुक्ता नित्ययुक्ता उपासते श्रद्धया परयोपेताः ते मे युक्ततमताः मताः मया श्रीभगवान् उवाच भगवान् से मया मि भगवान् एव मयि भगवती आवेश्य तत्र परया श्रद्धया उपेताः मयि नाम श्रद्धा भवेत् नाम भगवती श्रद्धा भवेत् भगवान् यः अस्ति तस्मिन् श्रद्धा परा श्रद्धा भवेत् तेन युक्ता युक्तः यः अस्ति ये ये सन्ति युक्ताः ये सन्ति ते मनः श्रद्धा सन्ति अपि मन् क्षम्यता मयि मनः आवेश्य नाम तत्र मनः भगवती आवेश्य नाम भगवती स्थापयित्वा मनः भगवती स्थापयित्वा माम् उपासते नित्ययुक्ताः माम् उपासते भगवतः पूजां कुर्वन्ति उपासनं कुर्वन्ति तादृशजनाः किं तादृशः जनाः प्राप्नोति युक्ततमाः भगवन्तं प्राप्नोति न युक्ततमः नाम ते उत्तमजनाः युक्ततमाः नाम उत्तमाः इति इति मे मताः नाम इति अहं चिन्तयामि ते एव उत्तमजनाः इति अहं चिन्तयामि समीचीनं भगिनि चिन्ता मास्तु अस्तु तर्हि तत्र तावत्पर्यन्तं समीचीनम् अस्ति तर्हि इदानीं तत्र अद्य गुणसन्देहे परिचयः जातः अतः तत्र सवर्णदीर्घसन्धिः तस्मिन् विषये पठितवन्तः इदानीम् अद्य गुणसन्धिविषये अपि पठितवन्तः अग्रिमवर्गे तत्र वृद्धिसन्धिः इति भवति अतः तत्र सोपानेन तत्र स्वरसन्धेः तत्र प्रकाराः ये सन्ति तेषाम् अध्ययनं वर्गे भवति अस्तु तर्हि तत्र सुजाता भगिनी भवती एव तत्र अन्तौ तत्र शान्तिमन्त्रं वदति वा आम् आं महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिश्शान्तिश्शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः धन्यवादः महोदय धन्यवादः भगिनि धन्यवादः धन्यवादः धन्यवादः धन्यवादः नमस्कारः नमस्कारः.